सप्तमोऽध्यायः परमार्थतत्त्वोपदेशप्रदानपरः षष्ठोऽध्यायः सदात्मैकत्वनिर्णयप्रत्यय एव उपयुक्तः न सतः अर्वा विकारलक्षणानि तत्त्वानि निर्दिष्टानि इत्यतः तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य तद्वारेणापि भूमाख्यं निरतिशयं तत्त्वं निर्देक्ष्यामि शाखाचन्द्रदर्शनवतु इति इमं सप्तं प्रपाठकम् आरभते। अनिर्दिष्टेषु हि सतो अर्वाक्तत्वेषु सन्मात्रे च निर्दिष्टे अन्यदपि अविज्ञातं स्यादिति आशङ्का कस्यचित् स्यात्। सा मा भूदितिव तानि निर्दिदिक्षते। अथवा सोपान आरोहणवतो स्थूलादारभ्य सूक्ष्मं सूक्ष्मतरं च बुद्धिविषयं ज्ञापयित्वा तदतिरिक्ते स्वराज्ये अभिषिक्ष्यामि इति नामादि निर्दिदिक्षते। अथवा नामादि उत्तरोत्तरविशिष्टानि तत्त्वानि अतितरां च तेषाम् उत्कृष्टतं भूमाख्यं तत्त्वमिति तस्तुत्यर्थं नामादीनां क्रमेण उपन्यासः। आख्यायिका तु परविद्यास्तुत्यर्थः। कथं नारदो देवर्षिः कृतकर्तव्यः सर्वविद्योऽपि सन् अनात्मज्ञत्वा तु शुशोच एव किं वक्तव्यम्। अन्यो अल्पजीवजन्तुः अकृतपुण्यातिशयो अकृतार्थ इति अथवा न अन्यद् आत्मज्ञानात् तु निर्दिशेषप्रसादनम् अस्ति इति एतत् प्रदर्शनार्थं सनत्कुमारनारदाख्यायिका आरभ्यते, येन सर्वविज्ञानसाधनशक्तिसम्पन्नस्यापि नारदस्य देवस्येः श्रेयो न बभूव, येन उत्तमाविजनविद्यावृत्तसाधनशक्तिसम्पत्तिनिमित्ताभिमानं हित्वा प्राकृतपुरुषवतो सनत्कुमारम् उपससादाश्रेयस्साधनप्राप्तिः अतः प्रख्यापितं भवति निरतिशयश्रेयप्राप्तिसाधनत्वम् आत्मविद्याया इति। अदि भगवति हसादा सनत्कुमारं नारदः तगं होवाच यद्वेत्ततेन मोपसीदा ततः हत्ता ऊर्ध्वं वक्ष्यामीति स होवाच। अदीः अधीश्व भगवः भगवन्निति ह किल उपससाद। अदी भगव इति मन्त्रः। सनत्कुमारं योगीश्वरं ब्रह्मिष्टं नारदः उपसन्नवत्। तं न्यायतः उपसन्नं ह उवाच यदात्मविषये किञ्चिद् वेत्त तेन तत्प्रख्यापनेन माम् उपसीद इदमहं जाने इति तदहं भवतः विज्ञानात् तेतुभ्यं ऊर्ध्वं वक्ष्यामि इत्युक्तवती सः उवाच नारदः ऋग्वेदं भगवाध्ययमेजुर्वेदं सामवेदम् अथर्वणं चतुर्थमित्यासपुराणं पञ्चमं वेदानां वेदं पितृकं राशिं दैवं निधिं वाको वाक्यम् एकायनं देव विद्यां ब्रह्म विद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यागं सर्पदेवजनविद्याम् एतद् भगवाध्येमि। ऋग्वेदं भगवः अध्येमि स्मरामि यद्वेत्थ इति विज्ञानस्य पृष्ठत्व तथा यजुर्वेदं सामवेदम् अथर्वणं चतुर्थं वेदं वेदशब्दस्य प्रकृतत्वात् इतिहासपुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेदं व्याकरणम् इत्यर्थः। व्याकरणेन हि पदादिविभागशः ऋग्वेदादयो ज्ञायन्ते। पित्र्यं श्रान्तकल्पं राशिं गणितं दैवम् उत्पादज्ञानं निधिं महाकालादिनिधिशास्त्रं वाकोवाक्यं तर्कशास्त्रम् एकायनं नीतिशास्त्रं देवविद्यां निरुक्तं ब्रह्मणः ऋग्यसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दश्चितयः भूतविद्यां भूततन्त्रं क्षत्रविद्यां धनुर्वेदं नक्षत्रविद्यां ज्योतिषं सर्पदेवजनविद्यां सर्पविद्यां गारुडं देवजनविद्यां गान्धयुक्तिनृत्यगीतवाद्यशिल्पादिविज्ञानम् एतत्सर्वं हे भगवः अध्येमि।